नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अत्र भुवादिगणः इति विषयः अस्ति, तत्र अभ्यासः प्रवर्तमानः अस्ति. गतवर्गे एकः प्रश्नः आसीत्, तत्र वाभ्राश् श्लाश् भ्रमु क्रमु क्लमु. भगिनी सम्यक् श्रूयते, किमपि न श्रूयते भगिनि. आं भगिनि, किमपि न श्रूयते वा इदानीं? मन्दं मन्दम् इदानीं इदानीमपि मन्दमेव. तर्हि बहिः गत्वा आगच्छामि वा एकवारम्? अस्तु. अधुना कथमस्ति? हरिओम्. इदानीं सम्यक् अस्ति भगिनि. सम्यक् भगिनि, सम्यक् अस्ति खलु. अस्तु, तर्हि नमस्कारः. अस्माकं विषयः अस्ति भुवादिगणः इति. तत्र अभ्यासः प्रवर्तमानः अस्ति. तत्र अभ्यासात् पूर्वं कश्चन प्रश्नः आसीत् गतवर्गे, तत्र क्रमधातोः विषये, क्रमोपादविक्षेपे इत्यस्य विषये अस्माभिः चर्चितं. क्रमः परस्मैपदेषु इति सूत्रेण क्रमधातोः उपधायाः तत्र दीर्घत्वं भवति, अतः क्राम् इति भवति. परस्मैपदी क्षिति परे इति उक्तं. परस्मैपदेषु प्रत्ययेषु परेषु क्रमधातोः अङ्गस्य अचः दीर्घत्वं भवति, अतः एव क्रामति इति रूपं लभ्यते. तत्र विकल्पेन श्यन् अपि भवति इति कृत्वा क्राम्यते, क्राम्यति इत्यपि रूपं भवति. क्राम् क्रामति अथवा क्राम्यति, रूपद्वयं भवति. तत्र क्रमः परस्मैपदेषु इति सूत्रं किमर्थं पृथक्तया कृतं? यतोहि तस्मात् तत्र तस्य अनन्तरम् एकं सूत्रम् अस्ति, तस्मात् पूर्वम् एकं सूत्रमस्ति, श्रीवुक्लमुचमांशिति इति. तर्हि श्रीवुक्लमुचमांशिति इत्यस्मिन्नेव क्रमधातोः अपि योजनं शक्यते खलु इति प्रश्नः आसीत्. यतोहि तत्र श्रीवुक्लमुचम् एते सर्वे धातवः परस्मैपदिनः एव, अतः क्रमधातुः अपि तत्र एव योजयितुं शक्यते इति प्रश्नः आसीत्. तत्र उत्तरं किम् इति चेत्, श्रीवुक्लमुचमु इति श्रिव् क्लम् चम् एते धातवः मूलतः परस्मैपदिनः एव. यदा उपसर्गसहितरूपम् अस्ति चेत् तदानीमपि परस्मैपदीरूपमेव भवति, तेषां कृते आत्मनेपदीरूपं किमपि नास्ति. परन्तु क्रम्धातोः तु तथा नास्ति, क्रम्धातोः आत्मनेपदीरूपमपि अस्ति. अनुपसर्गात्वा इत्यनेन उपसर्गरहितात् क्रम्धातोः विकल्पेन आत्मनेपदीप्रत्ययः अपि भवन्ति. तर्हि यदि स्तिवुक्लमुचमांशिति इति सूत्रे एव क्रम्धातोः अपि योजनं क्रियते, तर्हि तत्र परस्मैपदेषु इति वक्तव्यं भवति क्रमधातोः विषये. तर्हि श्रीवुक्लमुचमांशिति इत्यस्मिन् विषये अपि परस्मैपदेषु इति भवतु, यतोहि ते सर्वे अपि परस्मैपदिनः एव खलु इति चेत्, तर्हि तत्र श्रीवुक्लमुचम् क्रमाम् अथवा क्रमूं क्रमूणां परस्मैपदेषु शिति इति तथा वदति चेत् तत्र कश्चन प्रश्नः उदेति. श्रीवुक्लमुचम् एते धातवः मूलतः परस्मैपदिनः, तर्हि तेषाम् आत्मनेपदीरूपमपि सम्भवति वा इति प्रश्नः. यदि परस्मैपदी इति वदति, तर्हि आत्मनेपदीरूपं कुत्रचित् सम्भवति वा इति संशयः उदेति. तादृशसंशयः मास्तु इति कृत्वा एव नूतनसूत्रं कृतं, नो चेत् एकमेव सूत्रं भवितुमर्हति. परन्तु शिवुक्लमुचमांशिति इत्येषु अपि आत्मनेपदीरूपम् अस्ति चेत् तदानीं क्लेशः नास्ति. परन्तु एतेषां तु सर्वदा परस्मैपदीरूपमेव, उपसर्गसहितं वा रहितं वा परस्मैपदीरूपमेव. अतः एकं सूत्रं कुर्मः चेत् सन्देहः भवति. तद् निवारणार्थं क्रमः परस्मैपदेषु इति उक्तं. क्रमः परस्मैपदेषु इत्यत्र तु परस्मैपदेषु इति उयुज्यते, यतोहि क्रमधातोः आत्मनेपदीरूपमपि भवति इति तत्र वार्ता अस्ति. अवगतं वा? कोऽपि प्रश्नः? एकप्रश्नः भगिनि. अहम् अत्र मात्र रचितः सिद्धन्त न त्यन्तकोशः पठितवान् तत्र स्पष्टतया माता लिखितवान् क्रमते न भवति क्रमते न भवति वा न क्रमते मात्र अनुसार त्यन्तकोशः अहं पृष्ठपि अत्र न जानामि लिखितवान् क्रमते न भवति आत्मने न भवति अनुपसर्गात्वा इति सूत्रेण सूत्रमेव अस्ति खलु अनुपसर्गात्वा उपसर्गरहितात् क्रम धातोः विकल्पेन आत्मनेपदस्य प्रत्ययः भवन्ति इति उक्तं तर्हि क्रमते न भवति इति कथं वक्तुं शक्यते क्रमते न भवति कथं शक्यते कथं शक्यते वा कथं न शक्यते वक्तुं न शक्यते खलु वक्तुं न शक्यते यतो हि अनुपसर्गात्वा इति सूत्रमस्ति अतः क्रमति क्रमते इति रूपद्वयं भवति एव अवगतं वा यतो भवती उक्तवती अहं केवलं यद्भवान् पठितवान् मह्यं प्रेषयतु अहं पश्यामि किम् उक्तम् इति प्रेषयतु परन्तु अनुपसर्गात्वा इति सूत्रमस्ति अतः उपसर्गरहितधातुः अस्ति चेत् क्रम धातोः आत्मनेपदीरूपमपि भवति अतः क्रमते इति भवति परन्तु सम् इदानीं सम् उपसर्गः अस्ति इति चेत् तत्र तु सङ्क्रामते इति न भवति सङ्क्रामति इति एव भवति सङ्क्रामति इत्येव भवति उपसर्गसहितमस्ति चेत् परस्मैपदे एव यत्र उपसर्ग अस्ति तर्हि आत्मने न भवति सङ्क्रामति भवति धन्यवादः अस्तु तर्हि इदानीं अत्र मातुः पुस्तकं प्रति गच्छामः तत्र बहवः पृष्ठाः सन्ति इति कृत्वा मया तत्र शेर् कर्तुं न शक्यते तत्र तत्र सर्वे पृष्ठाः सर्वान् पृष्ठान् स्वीकृत्य तत्र कापि कृत्वा करणं तु न सम्भवति यतोहि बहवः पृष्ठाः सन्ति अतः यस्य पार्श्वे अत्र गतवर्गे विजयलक्ष्मी भगिनी पुस्तकस्य लिङ्क् प्रेषितवती खलु मातुः पुस्तकस्य लिङ्क् वदत् तद् सूत्रपाठः किं भगिनि सूत्रपाठः न भगिनि न धातुपाठः तत्र गतवर्गे भवती किमपि लिङ्क् प्रेषितवती खलु वाट्साप् तत्र चाट् मध्ये न अहं तु केवलं पृष्ठस्य चित्रं स्वीकृत्य प्रेषितवती ओ अस्तु अस्तु तर्हि तथा कर्तुं शक्नोति चेत् करोतु तत्र परन्तु बहवः पृष्ठाः सन्ति अतः कर्तुं शक्यते अतः यस्य पार्श्वे पुस्तकं नास्ति ते शृणोतु ते के शृण्वन्तु न झटिति पुस्तकस्य आपणं गत्वा क्रीणातु इदानीं तु न शक्यते परन्तु ओके अस्तु इदानीं न अत्र प्रक्रियानुसारी पाणिनीयधातुपटः यत् पुस्तकं गतवर्गे दृष्टं तदेव पाणिनीयधातुपाठे प्रक्रियानुसारी इति तत्र पेज् 15 पञ्चदशपृष्ठे तत्र किञ्चित् गतवर्गे पठितं तस्य सारांशः एकवारं वदामि तदनन्तरम् अग्रे गन्तुं शक्नुमः तर्हि भुवादिगणः इत्यत्र वयं जानीमः कर्तरि शप् इति सूत्रेण कर्तार्थके सार्वधातुके परे धातुतः शप् प्रत्ययः भवति इति उक्तं तत्पश्चात् तत्र विशेषधातूनां विषयः तत्र दीयते आदौ तत्र ऊदुपदायाः गोः इति सूत्रेण गुहुधातोः उपदायाः गुह्योगः शप्योगः ति इति स्थितौ उपदायाः गुणं प्रबाद्य उदुपदाया गोहः इति सूत्रेण दीर्घ उकारादेशः भवति अतः गूह इति अङ्गं गूहति गूहते रूपद्वयं भवति संवरणे आच्छादनम् इति अर्थः आच्छादनम् इत्युक्ते कवरिङ्ग् संवरणम् आच्छादने इत्युक्ते तत्र कवरिङ्ग् हैडिङ्ग् इत्यस्मिन् अर्थे अस्ति अनन्तरं गाङ्गतौ इति उक्तं तत्तु अदादिके अदादिगणे अस्ति अतः तत्र पश्यामः इत्युक्तं तत्र तदनन्तरं श्रु इति धातुः विशेषधातुः अस्ति श्रू धातुः भुवादिगणे एव अस्ति शृणोति शृणोति इति रूपमस्ति तत्र कः विशेषः इति चेत् तत्र श्रुधातोः श्रुवः श्रु च इति सूत्रेण श्रु इत्यस्य स्थाने श्रु इति आदेशः, अनन्तरं तत्र श्नु इति प्रत्ययः अपि विद्यते, शपः स्थाने श्नु इति प्रत्ययः विद्यते, अतः शृणोति इति रूपं लभ्यते. तदनन्तरं तत्र सनन्तविषये उक्तं, तद् त्यजामः. तत्पश्चात् तत्र अर्तिश्रूदृशी यश्चेति वक्तव्यम् इति एकं वार्तिकमस्ति. तत्र किम् उक्तमिति चेत् सम्पूर्वेभ्यः एतेभ्यः धातुभ्यः तत्र ऋषृ दृ दृश् एतेभ्यः धातुभ्यः आत्मनेपदीप्रत्ययः भवति इति उक्तम्. अतः अस्मिन् गणे तु श्रुधातुः अस्ति, श्रुधातोः सम्पूर्वकः अस्ति चेत् संशृणुते इति रूपं तत्र संशृणुते इति रूपं दत्तमस्ति. आत्मने संशृणुते इति रूपमस्ति. हा तत्र संशृणु योगः ते इति अस्ति, तत्र गुणः न जायते, यतोहि ते इति प्रत्ययः अपि तस्य, अतः संशृणुते इति रूपमस्ति. हा अस्तु, वदतु भगिनी. अत्र मम संशयः अस्तु, अहं केवलं पठामि. क्रमते भवति लट् लकार, क्रमते भवति क्रम, क्रमते क्रमतान्त्यादि, परन्तु परस्मैपदेषु कर्म दीर्घ भवति, परस्मैपदे सिति परतः क्रामति, आत्मनेपदे न भवति. तत् मम संशय लट्लकारसम्बन्धे भवति, परन्तु यदि वयं क्राम वदामः तर्हि क्रामते न भवति, क्रामते भवति परन्तु क्रामते न भवति. क्रामते न भवति, तत्र परस्मैपदे चेदेव उपदीर्घः भवति. समीचीनम्, इदानीं समीचीनम्, अस्तु समीचीनम्, उत्तमं. तर्हि तत्र पूर्वकः श्रुधातोः आत्मनेपदिरूपमेव भवति, अतः संशृणुते इति रूपं, शृणोति इति रूपम् अस्ति, परन्तु सम् उपसर्गः अस्ति चेत् आत्मनेपदि संशृणुते. तदनन्तरं दिवि क्रिवि इति धातुद्वयं, तस्य कृते अपि सूत्रमस्ति, दृन् कृण्वो कृण्व्योर् च इति सूत्रेण धातुद्वयमपि इदितौ. तर्हि तत्र एतयोः एताभ्यां धातुभ्यां तत्र उ इति प्रत्ययः भवति, शप्रत्ययस्य स्थाने उ इति प्रत्ययः भवति, अपि च अङ्गस्य अन्तिमवर्णस्य अकारादेशः अपि भवति इति कृत्वा तत्र इदित् धातुः अस्ति इति कृत्वा नुमागमः भवति, अतः दिन्व दिन्व इति रूपं, दिन्व इति धातुः. तत्पश्चात् तत्र उकारादे उ इति प्रत्ययः, दिन्व योगः उ. तदनन्तरं तत्र दिन्व वकारस्य स्थाने अकारादेशः भवति, अकारादेशः भवति, अतः दिनयोगः उ, दिनयोगः उ योगः इ, दिनयोगः उ योगः इति, दिनयोगः उ गुणसन्धिः दिनो, दिनो योगः इति दिनोति. एवमेव कृण् धातोः कृणोति इति रूपं तत्र सूत्रमस्ति. तत्र इदं सूत्रं तु अस्माभिः न पठितं करपत्रे, परन्तु विशेषधातुद्वयं दिवि प्रीणने इत्यस्मिन् अर्थे, प्रसन्नकरण प्रीति प्रीणने इत्यस्मिन् अर्थे, कृवि इति गतौ गत्यर्थकधातुः, परन्तु तस्य अनेके अर्थाः, हिंसाकरणयोश्च इत्यनेन तत्र हिंसा हिंसा इत्यस्मिन् अर्थे अपि प्रयुज्यते, कृणोति इति रूपं. तर्हि इदानीं तत्र दिनोति इत्यस्य लोटि प्रथमपुरुषे रूपाणि मीनभग्नि वदतु. झटिति वक्तव्यं, लटि भगिनि, लटि लोटि दिनोति, दिनुतः तिन्वन्ति, न लोटि, लोटि प्रथमपुरुषे एकवचनं, लोटि लोटि, दिनोतु दिनुतः तिनु तिनुतां दिन्वन्तु. मध्यमपुरुषे तिनुता तिनुतं तिनुत दिनु दिनुवाणि दिनुवाव कथं वक्तव्यमिति चेत् प्रथमम् अङ्गं किम् इति वदतु, तदनन्तरं रूपं किम्? दिन इति अङ्गं किल, अकारः आगच्छति इति उक्तवती, दिन्वीकृण्योर् आचरति सूत्रेण दिन इति अङ्गं. विकरणप्रत्ययः, विकरणप्रत्ययः कः? किं दिन् उ इति विकरणप्रत्ययः, इति विक्रणप्रत्ययः. दिन उ दिनो दिनो इति अङ्गं भवति. दिन योगः दिनो दिनो दिनो इति अङ्गम् अङ्गम् दिनोतु दिनुतात् दिनुतां दिन्वन्तु. सम्यक् वा? न न, इदानीम् अत्र प्रश्नः तत्र उदेति. दिनो इति अङ्गमस्ति चेत् तर्हि तत्र दिनोत्ताम् इति कथं भवति? अत्र तात् इति टिप् नास्ति, पित् नास्ति. अत्र अत्र विशेषः अस्ति. अत्र विशेषः कः इति चेत् तत्र कृतः तत्र तद् अस्माभिः प्रायेण पठितं. तत्र दिन इति यदा अङ्गं भवति, दिनयोगः उ इति यदा भवति, तत्र उ इति प्रत्ययः इदानीं कीदृशप्रत्ययः? आर्धधातुकप्रत्ययः. दिन इति अङ्गमस्ति चेत् तत्र ह्रस्वकारस्य लोपः भवति, अतोलोपः इत्यनेन. अतोलोपः इत्येकं सूत्रमस्ति, तेन अदन्ताङ्गस्य ह्रस्वकारस्य लोपः भवति अर्धधातुके प्रत्यये परे. अङ्गस्य अन्ते ह्रस्वकारस्य तर्हि दिनु इति अङ्गं खलु? दिनु इति अङ्गम्. इदानीं वदतु लोट् लकारस्य रूपाणि. दिनु योगः शप् योगः तु न शपः स्थाने एव उ इति प्रत्ययः, अतः पुनः शपः स्थाने. दिनु तु दिनोतु दिनुतात् दिनुतां दिन्वन्तु. दिनोतु दिनोतु तु तिप् अस्ति, तस्मात् गुणं भवति दिनोतु. एकवचने किम् अस्ति? दिनु तु दिनोतु. एकवचने तत्र प्रथमपुरुषे एकवचने दिनोतु दिनुतात् दिनुतां सर्वं सम्यक् उक्तवती. अस्तु, तर्हि तत्र लङ्लकारस्य रूपं तत्र सुमन् भगिनी वदतु. क्षम्यतां भगिनी, पुनः वदति किं? लङ्लकारस्य रूपं, लङ्लकारस्य उत्तमपुरुषे उत्तमपुरुषरूपाणि. दिनु इति धातु खलु? दिनु इति अङ्गम् इदानीं. अस्तु, अदिनुत् भवति खलु? अदिनोत् भवति वा? उत्तमपुरुषे एकवचने वदतु. उत्तमपुरुषे एकवचने, उत्तमपुरुषरूपाणि. अदिनुतं भवति खलु? उत्तमपुरुषे प्रत्ययः के? ओ क्षम्यताम्, अदिनुं भवति. अदिनुम् अदिनु वा अदिनुम वा? अदिनुयोगः अम् अदिन्वा. अत्र तु अदिनुयोगः अम् इत्यत्र किं भवति? दिनु अम् इति प्रत्ययः पित् प्रत्ययः अस्ति खलु? आम्. अदिनुवं भवति वा? अदिनो योगः अम् अनन्तरम् एचोयवायावः अदिनो अतः अदिनो एचोयवायावः अतः इदानीम् अदिनोवं भवति वा अदिनो अदिनवम् अदिनवम् एचोयवायव कृतवती किन्तु सम्यक् रूपं न उक्तवती अदिनवम् अनन्तरम् अदिनुव अदिनुम अदिनुव अदिनुम तत्र अन्यत् रूपमपि अस्ति इदानीं मास्तु अदिनुव अदिनुम अस्तु समीचीनम् इदानीं तत्र विधिर्लिङ्लकारे इदानीं मास्तु यतोहि तत्र अस्माभिः न पठितं तत्र अनदन्त अङ्गमस्ति दिनु इति अनदन्तम् अङ्गम् अतः तत्र तादृशरूपाणि एव भवन्ति अस्तु इदानीं कृणु इति अङ्गमस्ति चेत् तत्र तत्र लटि मध्यमपुरुषे तत्र सूर्यकुमारी भगिनी वदतु कृणु त्रिनु भगिनि त्रिनु त्रिनु नास्ति भगिनि कृणु अत्र क्रिवि गतौ इति धातुः अस्ति खलु तस्य अङ्गं त्रिनु भवति भगिनि त्रिण तकारः नास्ति ककारः कृण्व इति धातुः कृण्व गतौ इति तत्र अस्माकं पुस्तके अस्ति खलु पञ्चमः धातुः कृवि गतौ कृण्व कृणु इति अङ्गं तस्य मध्यमपुरुष तत्र लटि लटि मध्यमपुरुषं वदतु मध्यमपुरुषरूपं कृण् गतौ ओके अथवा एकवचने वदतु प्रथमपुरुषे एकवचने वदतु मध्यमपुरुषमात् मास्तु एकवचने वदतु लटि भगिनि लटि क्रीणाति न अङ्गं किम् अङ्गं कृणु इति अङ्गं खलु कृणु योगति इदानीं किं भवति तत्र कृणु यो कृणो भवति गुणः भवति खलु सार्वधातुक अर्धधातुक इति गुणः अतः कृणोति कृणोति भवति द्विवचने कृणुतः कृण्वन्ति इति अस्ति समीचीनं समीचीनम् तर्हि तत्र लोटि उत्तमपुरुषरूपं विजयलक्ष्मी भगिनी वदतु लोटि कृण्वानि कृण्वानि पुनः वदतु कृणवानि कृणवानि कृणवाव कृणवाम अस्तु इत्युक्ते तत्र समीचीनं भगिनि इत्युक्ते तत्र कथं तत्र किमर्थम् अस्माकं भ्रमः इति चेत् अत्र वयं न चिन्तयामः कथं क्रमः इति अत्र कथं चिन्तनीयम् इति चेत् धातुः अस्ति कृण्व इति धातुः अस्ति इदानीं विकरणप्रत्ययः अस्ति तस्य योजनेन विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति वा इति चिन्तनीयम् अङ्गकार्यं भवति चेत् तत्सर्वं कृत्वा सन्धिकार्यं कृत्वा धातु विकरणप्रत्ययोः मेलनं भूत्वा इदानीम् अङ्गं लब्धं तिङ्प्रत्ययस्य कृते अङ्गं लब्धम् इदानीं तिङ्प्रत्ययस्य कृते अङ्गं किं कृणु इति अङ्गं यथा अस्माभिः चर्चितम् तत्र विशेषकार्यद्वयं भवति क्रिवि इति धातोः इदितोनुं धातोः इति नुमागमः भूत्वा कृण्व इति भवति मध्ये नकारः श्रूयते कृण्व तत्र वकारस्य स्थाने अकारादेशः अनन्तरम् उ इति विकरणप्रत्ययः भवति यतोहि अत्र शप् शपः स्थाने उ इति प्रत्ययः दिन्वी कृण्व्योर्च इति सूत्रेण अतः कृणु इति अङ्गं लब्धं तत्पश्चात् कृणु इति अङ्गम् अस्ति इदानीम् लिङ्प्रत्ययस्य स्वभावः कः इत्येव चिन्तनीयं पित्वा अपित्वा इति चिन्तनीयं पित् अस्ति चेत् गुणः भवति अपित् अस्ति चेत् गुणः न भवति कृणुयोगः इति कृणोति कृणुयोगः तु कृणोतु इति तत्र प्रत्ययः पित्वा अपित्वा इति चिन्तयामः चेत् क्लेशः एव नास्ति तत्र गुणः भवति वा न वा इत्येव प्रश्नः मूलप्रश्नः अस्तु इदानीं तत्र मध्यम लङ्गि मध्यमपुरुषे वदतु विनयकुमार महोदय वदतु लङ् लकार मध्यम पुरुषः अङ्गमस्ति कृणु अत्र अकृणोः अकृणोः कथं लब्धम् अकृणोः अकृणोः प्रथमपुरुषे तदनन्तरं मध्यमपुरुषे ओ क्षम्यताम् मध्यमपुरुष अतः प्रथम मध्यमपुरुषः रूपं समीचीनमस्ति एकवचने ग्रहणो एकवचनं परन्तु मध्यम् एकवचनं तदनन्तरं द्विवचनं अत्र तम् अस्ति तर्हि यथा तम् किञ्चित् आधारेण गुणः न भवति तम् अतः अतः अत्र अकृणतं भवति अकृणतम् अकृणत सम्यक् वा न समीचीनं अकृणोः अकृणुतम् अकृणुत अकृणुत इति समीचीनम् अस्तु. तत्पश्चात् तत्र अक्षुधातुः अस्ति. अक्षु व्याप्तौ इति धातुः. तत्र अक्षोण्यतरस्याम् इति सूत्रेण शप् भवति विकल्पेन श्नु अपि भवति. शप् भवति चेत् अक्षति इति रूपम्. अक्षयोगः अयोगः इति अक्षति. श्नु प्रत्ययः भवति चेत् अक्ष्णु इति अङ्गम्. तदनन्तरम् अक्ष्णु इत्यनेन तत्र गुणः भवति वा न वा इति चिन्तनीयम्. अक्ष्णोति गुणः न भवति चेत् अक्ष्णुतः. एवं तत्र रूपाणि भवन्ति. अस्तु, इदानीं लङ्लकारस्य सर्वाणि रूपाणि तत्र अरविन्द महोदय वदतु. लङ्लकारस्य अक्ष तत्र अक्षति इति तत्र शप्रत्ययं स्वीकृत्य अङ्गं किमिति एकवारं वदतु. प्रवासस्था अस्ति अस्ति अक्षति इति लट् रूपमस्ति न अक्षति तस्य लङ् रूपं भवति आक्षत् आक्षताम् आक्षन् आक्षः आक्षतम् आक्षत आक्षम् आक्षाव आक्षाम. समीचीनम्. तर्हि अङ्गं तत्र किम् अङ्गं किम् अस्ति अत्र अङ्गमस्ति अक्ष तत्र अक्ष आम् तत्र लङ् इति कृत्वा आकारस्य आकारं भवति न दीर्घाकारः भवति योजनं सत्यम् इति कृत्वा सत्यं हा. यतोहि तत्र अक्ष इति शप्रत्ययं योजयामः चेत् अक्ष इति अङ्गं सामान्यतया भवति. अक्ष इति अजादिः अस्ति इति कृत्वा तत्र आडाजादीनाम् इति आकारादेशः भवति. आयोगः अक्ष. तदनन्तरम् आटश्च इत्यनेन वृद्धिः भवति. पूर्वपरयोः वृद्धिः. अतः आक्ष इति अङ्गम् आडाजादीनाम् आटश्च याभ्यां सूत्राभ्यां वृद्धिः आक्ष इति अङ्गम्. अक्षयोगः इति आक्षति. आक्षयोगः त् इति प्रत्ययः लङ्गि त् इति प्रत्ययः आक्षत् आक्षताम् आक्षन् इत्येवं रूपाणि भवन्ति. समीचीनम्. अस्तु, एवमेव तनुकरणे तक्ष इति सूत्रेण अपि तत्र तक्षधातोः अपि रूपद्वयं भवति. तक्ष्णोति तक्षति इति रूपद्वयं भवति. तत्पश्चात् तत्र कमुकान्तौ इति धातोः निङ् इति प्रत्ययः भवति. कमेर्निङ् इति अस्माभिः पठितं करपत्रे. णिङ् इति प्रत्ययः नित्यरूपेण भवति. अतः कं योगः णिङ् तत्र णिङ् प्रत्ययम् आश्रित्य कार्याणि भूत्वा कामी इति धातुः लभ्यते. कं योगः णिङ् कामी इति लभ्यते. तदनन्तरं तत्र शप्रत्ययः आयाति. अतः कामय इति अङ्गं लभ्यते. कामय इति अङ्गं लभ्यते. कामयते इति रूपं तत्र आत्मनेपदीरूपमस्ति. कामयते इति रूपम्. तदनन्तरम् इतोपि विशिष्टसूत्रमस्ति गुप्तिच्किभ्यस्तन् इति सूत्रम्। अनेन सूत्रेण सन् प्रत्ययः विधीयते एतेभ्यः धातुभ्यः एतेषां धातूनां विशिष्ट अर्थः अस्ति चेत्, तत्र गुप्तातोः निन्दायां जुगुप्सते इति रूपं भवति, तिजुधातोः निश तत्र तिजुधातोः क्षमायां तिजेः क्षमायां सन्प्रत्ययः भवति, अतः तितिक्षते इति रूपं, तितिक्ष इति धातुः तितिक्षते इति रूपं भवति लति। अनन्तरं कित् धातोः तत्र सामान्यतया तत्र व्याधिनिवारणार्थे भवति, चिकित्सा इत्यस्मिन् अर्थे भवति, चिकित्स इति धातुः चिकित्सति इति रूपं भवति। नो चेत् एतेषां धातूनां वस्तुतः चुरादिगणे एव एते धातवः सन्ति इति कृत्वा तत्र चुरादिगणीय निच्प्रत्यसहितरूपं भवति, गोपयति गोपयते, तेजयति तेजयते, चेतयति चेतयते, अतः सन्प्रत्ययं योजयित्वा अपि रूपाणि सन्ति। तत्पश्चात् तत्र मानपददानशन् शान् शान्भ्यो दीर्घश्चाभ्यासस्य इति सूत्रेण एते धातवः मानबद दान् शान् चत्वारः धातवः एतेभ्यः धातुभ्यः अपि सन् प्रत्ययः भवति, अत्रापि धातोः विशेष अर्थः, धातोः विशेष अर्थे सन् प्रत्ययः भवति। तत्र मान् धातोः जिज्ञासायां सन् प्रत्ययः भवति, अतः एव तत्र मीमांसा इति वयं वदामः खलु, मीमांसा इत्युक्ते द इन्वेस्टिगेटिव् सैन्स्, तत्र वयं विचारं वाक्यार्थस्य विचारं कुर्मः, इत्युक्ते वेदस्य वेदे यानि वाक्यानि सन्ति तेषां वाक्यार्थस्य विषये यदा विचारः भवति तदा मीमांसा इति वदामः, मीमांसाशास्त्रे तदेव। तत्र मीमांसा इति शब्दः कथं लब्धः इति चेत् मानवददानशान्त्यो दीर्घश्चाभ्यासस्य तेन सन्प्रत्ययः यदा विधीयते तदानीं मीमांस इति धातुः लभ्यते, मीमांस। तस्मात् तत्र यं कमपि प्रत्ययं वयं योजयितुं शक्नुमः, तत्र तिङ् प्रत्ययः वा कृत् प्रत्ययः वा, कृत् प्रत्ययं योजयामः चेत् मीमांसा इति भवति, तिङ् प्रत्ययं योजयामः चेत् मीमांसते इति रूपं भवति। तदनन्तरं बद् धातोः तत्र बदेर् वैरूप्ये इति अस्ति, तस्मिन् अर्थे तत्र सन् प्रत्ययः भूत्वा तत्र भिभत्सते इति रूपं, भिभत्स इति सन्नन्तधातुः, भीभत्सते इति रूपं लभ्यते। तदनन्तरं दानधातोः तत्र दाने आर्हवे टु स्ट्रैटन् इत्यस्मिन् अर्थे अस्ति, दान् धातोः दीदांस, अतः दीदांसति इति रूपं, दीदांसति दीदांसते रूपद्वयं भवति। शानधातोः अपि सन् प्रत्ययं योजयामः चेत् शीशांसते इति रूपं भवति, इत्युक्ते एतेषां एतेभ्यः धातुभ्यः सन् प्रत्ययः भवति इति वयं स्मरामः चेत् पर्याप्तं, परन्तु मूलतः एते धातवः तु चुरादिगणे सन्ति, अतः चुरादिगणीयरूपमपि भवति, निच्प्रत्ययसहितरूपं, मानयति मानयते, बाधयति बाधयते, दानयति दानयते, शानयति शानयते इति भवति। तावत्पर्यन्तं तत्र किमपि नूतनं नास्ति, अस्माभिः यत् करपत्रे पठितं तस्यैव पुनस्मरणं जायमानमस्ति। तर्हि इदानीं तत्र कमु धातौ निजन्तमपि अस्ति वा, कामयति तत्रापि इच्छार्थमेव। कमुधातोः तत्र कमु कान्तौ इति धातुतः निङ् प्रत्ययः भवति एव, निङ् प्रत्ययः भवति, तर्हि कामे इति धातु यदि निजन्तं नास्ति वा कामी, शृणोतु भगिनि, कामी इति धातुतः यदि निच् प्रत्ययं योजयितुम् इच्छति चेत् पुनः योजयितुं शक्नोति। तत्र पूर्वं यः निङ् प्रत्ययः अस्ति तस्य लोपः भवति, अतः कामी इति एव लभ्यते, कामी इत्येव लभ्यते, कामयते इत्येव रूपं भवति तत्रापि। अतः प्रेरणार्थे अस्ति वा सामान्यते अस्ति वा इति तत्र सन्दर्भानुगुणम् अवगच्छामः। अवगतं भगिनि, किं कामयमान इति शालज् अपि भवितुं शालज् भवितुमर्हति कामयमान इति अस्ति सत्यम्। अस्तु इदानीं गुपु दूपु विच्च पणिपणिभ्यः आयः इति अस्ति, तद् एकवारं पठामः। तत्र वंशीभगिनी पठति वा? एतावता कोऽपि प्रश्नः अस्ति वा? पठामि वा? अस्तु। गुपु धूप विच्छि पणिभ्यः आयः इति सूत्रमस्ति। गुपु धूप विच्छ पण पन एतेभ्यो धातुभ्यः आय् प्रत्ययः भवति स्वार्थे। गुप् योगः आय् आय पुगन्तलघुपदस्य च इति गुणे गोपाय इति भवति। सनाद्यन्ता धातवः इति धातुसंज्ञायां गोपय योगः शप् योगः इति अधो गुणे इति पररूपे गोपाय योग अयोगः इति गोपायति एवमेव धूपायति इति अस्ति। तत्र सूत्रे पञ्चपदा शब्दाः सन्ति, पञ्चधातवः सन्ति। गुपु धूप विच्छ पण पन इति धातवः एते धातवः सन्ति। तेषां योगे आय इति प्रत्ययः प्रथमम् एव योजनं भवति, तस्मात् अनन्तरमेव कार्याणि भवितुमर्हति। अतः तत्र गुप् योगः आय् इत्यस्मिन् तत्र प्रथमम् आय् भवति वा नो चेत् पुगन्तलघुपदस्य गुणः भूत्वा आय् भवति वा? परन्तु तत्र किं प्रथमं गुणः भवति वा आय् प्रत्ययः भवति वा इति प्रश्नः वा? आं भगिनि, तत्र स्वार्थलघुपदस्य च पुगन्तलघुपदस्य इति सूत्रं कदा कार्यं करोति? प्रत्ययस्य योजनानन्तरं कार्यं करोति वा? तत्र आर्धधातुकप्रत्ययः अस्ति आय अपि प्रत्ययः अस्ति चेदेव कार्यं करोति, अतः आय् प्रत्ययः अस्ति चेदेव भवति खलु? तत्र आर्धधातुकप्रत्ययः अस्ति अतः गुप्योगः आय इत्यनेन गोप् इति भवति, गोपाय इति अङ्गं भवति। तदनन्तरं नूतनधातुः भवति सनाद्यन्ता धातवः इति सूत्रेण तत्र धातुसंज्ञा प्राप्नोति, यतोहि तत्र आय इति सनन्तधातुः अस्ति, सनन्तप्रत्ययस्य एकः प्रत्ययः अस्ति। अतः धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञा अपि प्राप्नोति। गोपाय योगः अस्माकं तु भूवादिगणे विवक्षायां षप् योजनानन्तरं षप् योगः इति भवति। तत्र तु धातुः अस्ति अतः अदन्तधातुः अस्ति, शप् इत्यस्मिन् अकारः अवशिष्यते, गोपाय योगः अयोगः इति भवति। यदा गोपाय इति अदन्तधातुः अस्ति अतो गुणे इति सूत्रेण तत्र पररूपस्य आदेशः भवति, अतः गोपाय योगः अयोगः इति भवति, गोपायति इति अन्तिमरूपं। समानरीत्या धूपायति इति अपि रूपं भवितुम् अर्हति। अग्रे पण अस्तु, पण विच्छ त्यजामः वा भगिनि? विच्छ इति अन्य अपरस्मिन् गणे अस्ति इति अत्र न उक्तम्। अस्तु, पण इति पणयोगः आय इति भवति, तत्र पणाय इति भवति, पणाय इति तत्र तु गुणं किमपि नास्ति, अतः पणाय इति एव अङ्गं भवति, पणायति इति रूपं भवति भगिनि। तत्र पनयोगः आय् पनाय इति भवति, पनाय अपि तस्मिन्नपि गुणः किमपि नास्ति, अतः तेन कारणेन पनायति इति अन्तिमरूपम्। सत्यं, समीचीनम्, अस्तु, धन्यवादः। पना पणि पणिभ्यः इति तत्र उभयत्र स्तुतौ एव एतादृश आयप्रत्ययः स्तुतौ। तत्र स्वार्थे इति अस्ति न आय् प्रत्ययः स्तुतौ इति अर्थे अन्यस्मिन् गणे अपि अस्ति वा भगिनि पण इति? न न, अस्मिन् अस्मिन् एव प्रत्ययः तु स्वार्थे भवति, प्रत्ययस्य विशेषः अर्थः नास्ति, परन्तु धातुः कस्मिन् अर्थे इति चेत् तत्र पण पन द्वयोः धात्वोः स्तुतिः इति एव अर्थः स्वीकृतः अस्ति अस्मिन् सूत्रे। अत्र पण इति धातोः व्यवहारे इत्यपि अर्थः अस्ति. पण इति मूर्धन्य णकारः यत्र अस्ति तत्र पण पणव्यवहारे स्तुतौ च इति अस्ति. अर्थद्वयम् अस्ति. पण स्तुतौ इति एकः एव अर्थः अस्ति. तर्हि पण इति धातोः आय् प्रत्ययः अर्थद्वये भवति वा इति चेत् न. पण इति मूर्धन्य णकारः यत्र अस्ति तादृशधातुकः आय् प्रत्ययः स्तुतौ एव भवति. किमर्थं कथं जानीमः इति चेत् यतोहि पणधातुः स्तुतौ एव अस्ति इति कृत्वा तस्य सह चाचर्यम् अस्ति. इत्युक्ते तेन सह उक्तः अस्ति सूत्रे. तत्र सूत्रे पश्यामः चेत् गुपु धूप विच्च पणि पणिभ्यः इति उक्तं. तत्र पणि इति इत्यस्य साहचर्यम् इत्युक्ते इत्यस्य समीपे अस्ति पणि. तर्हि पणि तु स्तुतौ एव भवति इति कृत्वा पण इत्यपि स्तुतौ एव स्वीक्रियते. किमपि महाभाष्यस्य वाक्यम् अस्ति वा भगिनि? तत्र एतादृशः बहुषु सूत्रेषु वयं पश्यामः किल. तत्र यदा तेन सह भवति अत्र तु समानार्थकौ भवतः इति किमपि वाक्यमस्ति वा नो चेत् परिभाषा अस्ति वा यत्र वयं जानीमः तत्र एतादृशः भवति इति वक्तुं शक्नुमः? न इति तत्र अर्थनिर्णयस्य विषये तत्र शास्त्रेषु एवम् उच्यते. तत्र भाष्ये महाभाष्यवाक्यम् अस्ति वा नास्ति वा इति न जाने. तादृशं मया न श्रुतं. परन्तु शास्त्रेषु यत्र साहचर्यम् अस्ति तत्र एतादृश अर्थः स्वीक्रियते. साहचर्यात् अन्यत् सहचरति इति साहचर्यं सहचरति इति साहचर्यम् इत्युक्ते तत्र तेन सह वर्तते इति कृत्वा तस्य अन्यः अर्थः अस्य अन्यः अर्थः अर्थः इति न स्वीकर्तुं शक्यते. धन्यवादः. अस्तु तर्हि इदानीं पनाय इति रूपं स्वीकृत्य पनाय इति अङ्गं स्वीकृत्य आय् प्रत्ययं योजयित्वा पनाय इत्यत्र तत्र पमेला भगिनी लटि सर्वाणि रूपाणि वदतु झटिति. आं भगिनि. पनाय इति अङ्गं पनायति पनायत पनायन्ति पनायसि पनायतः पनायत पनायामि पनायाव पनायामः सोरि पनायावः पनायामः. समीचीनं. तर्हि इदानीं पण पणाय इति मूर्धन्य णकारः अस्ति चेत् पणाय पणाय इत्यस्य लोटि रूपाणि वदतु उषा भगिनी. आं भगिनि. पणाय पणाय लोटिरूपं पणाय तु पणायतात् पणायतां पणायन्तु पणाय हि पणायतात् पणाय पणाय पणाय फस्ट् गण ओके पणाय पणायतात् पणायतं पणायत पणायामि पणायाव पणायाम. एकवचने किं पणायामि इति वा आनि आनि याव आम ओके पणायानि पणायाव पणायाम. अस्तु तर्हि इदानीम् अग्रिम अग्रिमसूत्रं तत्र वाब्राश् ब्लाश् ब्रह्मु क्लमु क्रमो त्रसि त्रुटि लशः इति सूत्रम् अस्माभिः चर्चितमेव. तत्र रूपद्वयं भवति शप्रत्ययं योजयित्वा श्नुप्रत्ययं न श्यन् प्रत्ययं योजयित्वा. अतः एव ब्राश् दातुं स्वीकुर्मः चेत् ब्राश इति अङ्गमस्ति चेत् ब्राशते ब्राश्यते ब्लाशते ब्लाश्यते भ्रमति भ्रम्यति क्रमति क्रमति क्रम्धातोः विषये अस्माभिः चर्चितं. तत्र विशेषः अस्ति. क्रम्धातोः विषये पश्यामः चेत् बहूनि सूत्राणि सन्ति. तत्र एकवारं पश्यामः झटिति. परन्तु आदौ तत्र क्रम्धातोः उपसर्गः रहितः अस्ति चेत् परस्मैपदी अपि भवति आत्मनेपदी अपि भवति. अतः परस्मैपदी अस्ति चेत् उपदा दीर्घः भवति. अपि च तत्र शप् अपि भवति श्नु अपि भवति. अतः क्रम्धातोः विषये परस्मैपदी अस्ति चेत् उपदा दीर्घः. अतः क्रामति श्नु तत्र श्यन् प्रत्ययः अस्ति चेत् क्राम्यति क्राम्यति इति भवति रूपद्वयं. तदनन्तरम् आत्मनेपदीरूपम् अपि भवति क्रमते. इति रूपमपि भवति. क्रमति, क्रमते, क्रम्यते इति शन् प्रत्ययं सहित इत्युक्ते आहत्य चत्वारि रूपाणि भवन्ति. तर्हि इदानीं क्रमते इति रूपं स्वीकृत्य क्रम इति तत्र आत्मनेपदीरूपं स्वीकृत्य क्रमते इति रूपं भवति. तस्य लटि रूपाणि उमा भगिनी वदतु. क्रम इदानीम् आत्मनेपदीरूपं लटि प्रथमपुरुषे एकवचने क्रमते इति रूपम् अन्यानि रूपाणि वदतु. क्रमते, क्रमेते, क्रमन्ते, क्रमस्य, क्रमेथे, क्रमध्ये, क्रमे, क्रमावहे, क्रमावहे. बहु समीचीनं. लक्ष्मी भगिनी लङ्गीरूपं आं भगिनि. लङ्गि अक्रमेत, अक्रमेतां. न न न न किं किम् एकवचने किं लङ् अक्रमेत अक्रमेत आत्मनेपदं खलु. क्रमप्रत्ययः अक्रमत, अक्रमत अवन्दत क्षम्यतां. अक्रमत, अक्रमेताम्, अक्रमन्त, अक्रमधाः, अक्रमेधाम्, अक्रमध्वम्, अक्रमे, अक्रमावहि, अक्रमामहि. समीचीनम्, समीचीनम्. इदानीं विजया भगिनी तत्र विधिर्लिङ्ग् वदति वा. मां पृष्टवती वा भगिनी विजया? विजया, विजया भगिनी. क्रम्यात्, क्रम्यातां, क्रम्युः, क्रम्. एकक्षणम्, एकक्षणम्, न न न न न, किमर्थं तत्र अनदन्ताङ्गानां प्रत्ययं भवति, प्रत्ययं स्वीकरोति अङ्गं किं युः? न, किम् अङ्गं किम् अस्ति इदानीं? क्रमु खलु, क्रम, भ्रमु, न न, क्रम इति अङ्गं. भ्रम, भ्रम नास्ति भगिनि, क्रम, क्रम, ककारः. क्रम, क्रमयातां, क्रमयुः. न न, एकक्षणम्. अङ्गम् अदन्तम् अस्ति चेत् प्रत्ययः कीदृशप्रत्ययः भवन्ति? यात् प्रत्ययः भवति वा? ईत्, हा, ईत, ईत्, ईत, ईयतां, ईयुः, ईः. न न न न न, ईरन्, ईरन्, ईरन्, ईरन्. ओ अस्तु, वदतु रूपाणि वदतु. ईरन् रूपं क्रमयोगः ईत. इदानीं किं भवति तत्र? क्रमेत, क्रमेत एव. हा, वदतु एकनिमिषम्. किमपि नास्ति, सर्वत्र गुणसन्धिः तावदेव. क्रमयोगः ईत, गुणसन्धिः आद्गुणः. क्रमेत, वदतु. क्रमेत, क्रमेत, क्रमेत, क्रमे, क्रमे यातां, क्रमे रन्, क्रमे ताः, क्रमे यातां, क्रमे द्वं, क्रमेय, क्रमे वहि, क्रमे महि. अदृष्ट्वा एव वदन् वदति अस्ति खलु, वदन्ति अस्ति खलु. ईत, ईयाताम्, ईरन्, ईतः, ईयातम्, ईद्वं, मध्यपुरुषे एकवचनम् ईद्वम्, ईय, ईवहि, ईमहि, तावदेव खलु भगिनि? तादृश अस्तु, अस्तु, अस्तु, अस्तु, समीचीनम्, अस्तु, अस्तु. इदानीं तत्र लोटि अरुणा भगिनी वदति वा क्रं धातोः लोटि. क्रं धातो क्रामतां, क्रामेतां. इदानीम् आत्मनेपदीरूपं क्रम इति अङ्गम्. क्रमतां, क्रमेतां, क्रमन्तान्, क्रमस्वे, क्रमेथाम्. एकवचने किमस्ति? एकवचने पुनः वदतु. क्रमस्व. क्रमस्व नाट् क्रमस्व, क्रमस्व, क्रमेधां, क्रमध्वं, क्रमै, क्रमैः, क्रमावहै, क्रमामहे. क्रमै, क्रमावहै, क्रमामहे. समीचीनं समीचीनम्. अस्तु, इदानीं तत्र क्रम्धातोः विषये यानि सूत्राणि सन्ति तत्र शोभाभगिनी अस्ति खलु? आं भगिनि, नमस्ते. नमस्कारः. अत्र सूत्राणि एकवारं पठति वा? आं, क्रमः परस्मैपदेषु इति आरभ्य वा? पठतु. आम्, क्रमः परस्मैपदेषु क्रमो दीर्घो भवति, परस्मैपदे शिति परतः. क्रामति इति भवति, आत्मनेपदे न भवति, क्रमते. तत्र क्रमः परस्मैपदेषु इति सूत्रेण क्रम धातोः दीर्घः भवति यदा परस्मैपदे भवति शिति प्रत्यये परे. क्रामति इति भवति, किन्तु आत्मनेपदे भवति चेत् न भवति, क्रमते एव तिष्ठति. अतः तत्र परस्मैपदेषु इति क्रम् इति धातोः कृते एव एकं सूत्रं रचितं. वृत्तिसर्गतायनेषु क्रमः, वृत्तिसर्गतायनेषु क्रमः इति सूत्रं. वृत्तिः प्रतिबन्धः, वृत्तिरप्रतिबन्धः इति. सर्ग उत्साहः, तायनं स्थितता एषु अर्थेषु क्रमेः आत्मनेपदं भवति इति. तत्र तस्मिन् सूत्रे वृत्तिप्रतिबन्धः इति, वृत्तिः प्रतिबन्धः इति सूत्रस्य किम् अर्थः? अप्रतिबन्धः, अप्रतिबन्धः, वृत्तिः अप्रतिबन्धः. ओ, क्षमताम्, तत्र रेपः एव, अप्रतिबन्धः. वृत्तिः अप्रतिबन्धः इत्युक्ते प्रतिबन्धे नास्ति इति वा? वृत्तिः अप्रतिबन्धः, वृत्तिः इत्युक्ते तत्र वृत्तिः इत्युक्ते प्रवृत्तिः, तादृशप्रवृत्तिः यत्र प्रतिबन्धः नास्ति, इत्युक्ते दट् सम्थिङ्ग् दट् फ्लोस् वेरि स्मूत्लि वितौट् आब्स्टिकल्स्. अस्तु. सर्ग उत्साहः, तदपि. तायनं स्थितता, तद् न जानामि किं तायनम् इत्युक्ते तत्र एक्स्पेन्शन् इत्यस्मिन् अर्थे. ओ अस्तु, तायनं स्थितता. एषु अर्थेषु क्रमेः आत्मनेपदं भवति. तत्र वृत्तिः, वृत्तिः इति मन्त्रेषु अस्य क्रमते वृद्धिः. मन्त्रो मे इस्कि बुद्धि खूब चलति हे, खूब खूब क्षमताम्, मन्त्रो मे इस्कि बुद्धि खूब चलति हे. सर्गः इत्युक्ते कः अर्थः, इत्युक्ते कः अर्थः? ओ, इत्युक्ते मन्त्रो मे, यदा मन्त्रस्य कृते अस्य उपयोगः भवति, इस्कि बुद्धि खूब चलति हे, बुद्धि तत्र निरन्तरं गच्छति, निरन्तरं गच्छति इत्युक्ते यः मन्त्रस्य उच्चारणं करोति तदानीं तत्र सः तत्र तस्मिन् तस्य निपुणता अस्ति. अतः तत्र अस्यूतता इत्युक्ते तत्र प्रतिबन्धः किमपि नास्ति. हि सेज् द मन्त्र इस् वेरि क्लियर्लि एण्ड् कण्टिन्युस्लि वितौट् एनी दिस् वन् वाट् हिण्ड्रन्स् आर् एनी आब्स्टकल्स् फ्रम् हिस् सैड्. अस्तु. खूब् इत्युक्ते किं भगिनि? हिन्दी मे सम्यक् बहु सम्यक् भवति तस्य बुद्धिः, मन्त्रविषये तस्य बुद्धिः बहु सम्यक् अस्ति. सर्गः, सर्गः व्याकरण अध्ययनाय क्रमते, व्याकरण पढ्ने मे उत्साहित होता है. एन्तुसियासम् उत्साहः उत्साहितः होता इति. तायनम् इत्युक्ते अस्मिन् शास्त्राणि क्रामन्ते, इस्मे शास्त्र समृद्ध होते है. अस्मिन् शास्त्राणि क्रमन्ते, समृद्ध इत्युक्ते तत्र प्राग्रेस् इति इति तायनम् इत्यस्य अर्थः. समीचीनम्. एतेषु अर्थेषु इत्युक्ते वृत्तिः, सर्गः, तायनं. वृत्तिः इत्युक्ते तत्र किं तत्र कण्टिन्युटि इत्यस्मिन् अर्थे, सर्गः उत्साहः इत्युक्ते एनर्जि अथवा एन्तुसियासम्, तायनम् इत्युक्ते प्रोग्रेस् अथवा डेवलप्मेण्ट् इत्यस्मिन् एतेषु अर्थेषु आत्मनेपदमेव भवति इति उक्तम् अस्तु. समीचीनं. तत्र वृत्तिः अपि च तदनन्तरं सर्गः तदनन्तरं समृद्धिः इति भिन्नभिन्न अर्थाः सन्ति. एतेषु अर्थेषु यदा प्रयोगः अस्ति क्रम् धातोः तदानीम् आत्मनेपदमेव भवति इति सूत्रार्थः. अस्तु समीचीनम्. अग्रे धन्यवादः. अग्रे तत्र तत्र विजयलक्ष्मी भगिनी तत्र वाट्साप् मध्ये अरुणा भगिनी तत्र पृष्टाः प्रेषिताः भगिन्या, अत्र कृपया स्थापयति वा, सुमन् भगिनी अपि द्रष्टुं शक्नोति. धन्यवादः. धन्यवादः. अस्तु इदानीं तत्र मीना भगिनी अग्रे. उपपरापूर्वक्रमतेः वृत्त्यादिषु वर्तमानात् आत्मनेपदं भवति. उपक्रमते आरभ्य कर्ता है, पराक्रमते पुरुषार्थ कर्ता है. उप इति उपसर्गात् पूर्वं उपसर्गम् उपयोजयित्वा उपपराभ्याम् उपपरापूर्वात् क्रमते पूर्ववृत्त्यादिषु वर्तमानात् आत्मनेपदम्. उपक्रमते इति परा उप अपि च परा वा पराभ्याम् उपक्रमते अपि च पराक्रमते यदि उपसर्गं योजयित्वा आत्मनेपदं भवति, परा योजयित्वा अपि च आत्मनेपदं भवति. उपक्रमते अपि च पराक्रमते तावदेव किल. समीचीनम्. इत्युक्ते तत्र पूर्वस्मिन् सूत्रे वृत्तिसर्ग सायन इत्यादि अर्थाः उक्तः खलु, तस्य अनुवृत्तिः अस्मिन् सूत्रे अपि भवति. उपपराभ्याम् इत्यत्रापि वृत्तिसर्गतायनेषु इत्यस्य इत्येषु अर्थेषु उपपर इत्यनयोः योजना यदा भवति तदानीम् आत्मनेपदप्रत्ययः भवन्ति. अस्तु इदानीम् अग्रे तत्र सूर्यकुमारी भगिनी अग्रे पठति वा. आङ्ग् उद्गमने आङ्ग् पूर्वात् क्रमते हृद्गमने वर्तमानात् आत्मनेपदं भवति. आदित्य आक्रमते सूर्य उदय होता है. आंग उद्रमने उद्रमने आंग पूर्वात आंग उपसर्ग पूर्वात क्रमते क्रमते हे उद्ग्रमने वर्तमानात् आत्मनेपदं भवति. आङ्गपि उपसर्गपूर्वात् अस्ति चेत् क्रम क्रम क्रम क्रमते आत्मनेपदं भवति वर्तमानात् अत्र अस्मिन् सूत्रे एव उद्गमने इति उक्तं खलु. उद्गमने गमनम् इत्युक्ते वयं जानीमः किम्. उद्गमनम् इत्युक्ते उत् इत्युक्ते उपरि उपरि गमनं. आम् उपरि गमनम् इत्युक्ते टु रैस् इत्यस्मिन् अर्थे आङ्ग्लविसर्गपूर्वकः अस्ति चेत् तत्र आत्मनेपदीप्रत्ययः एव भवति. तर्हि आक्रमते आक्रमते इत्युक्ते टु रैस् इत्यस्मिन् अर्थे आदित्यः आक्रमते. अस्तु समीचीनम्. अस्तु इदानीम् अग्रे तत्र किमर्थं तत्र आम् पूर्वस्मिन् सूत्रे अपि उपसर्गाः सन्ति तत्र उपपरा अर्थः भिन्नः खलु. तत्र प्रारम्भः अस्तु अर्थः भिन्नः. उपपराभ्याम् इत्यत्र वृत्तिसर्गतायनेषु इत्येषु अर्थेषु आङ्ग् इत्यत्र उद्गमने इति केवलं तस्मिन् अर्थे अन्येषु अर्थेषु. अस्तु इदानीम् अग्रे विजयलक्ष्मीभगिनी अग्रे वेः पादविहारणे अन्म्यूट् अस्ति खलु. अस्ति अस्ति तत्र कुत्र भगिनी डौन्लोड् कृत्वा क्षम्यतां भगिनी न मया न चिन्तितं तत्र बहु क्लेशः भवति इति. अस्तु इषुगमियमां च तत्र वा न तस्मात् पूर्वं तत्र वेः पृष्टे वेः पादविहरणे वेः पादविहरणे वि पूर्वात् क्रमतेः पादविहरणे वर्तमानात् आत्मनेपदं भवति. पादविहरणम् इत्युक्ते पैर् उठाना. विक्रमते वाजी घोडा कदम् उठाता है. तत्र वेः पादविहरणे वेः वि उपसर्गः तत्र वेः इत्युक्ते षष्ठी वा वेः इति षष्ठी. क्रम धातोः पूर्वं यदि वि योजयामः तदा विक्रमते इति रूपं सिद्ध्यति. तस्य अर्थः भवति धावनं वेगेन धावति यथा वाजी इत्युक्ते अश्वः धावति तथा. सत्यं पादविहरणं अग्रे पठानि वा. पठतु अग्रे पठतु. पादविहरणम् इत्यस्मिन् अर्थे वि उपसर्गः अस्ति चेदपि आत्मनेपदं भवति इति उक्तम्. आत्मनेपदं भवति क्रम धातोः विक्रमते इति. प्रोपाभ्यां समर्थाभ्याम् अत्र प्र उप एते एतौ प्रादयः. अत्र तु उपसर्गः वा धातु क्रम इति धातु. हा उपसर्गः. सो प्र उप इति उपसर्गौ क्रमतेर् आत्मनेपदं भवति. तौ चेत् प्रोपौ तुल्यार्थौ. भोक्तुं प्रक्रमते भोक्तुम् उपक्रमते. खाने को उद्यत होता है. प्र अपि च उप इति उपसर्गौ यदा क्रम धातुतः युज्यते तदा आत्मनेपदं रूपं निष्पद्यते निष्पद्यति निष्पद्यते. प्र प्रक्रमते अनन्तरम् उपक्रमते इति रूपं रूपौ रूपे. भोक्तुं प्रक्रमते इति इत्यर्थः उद्यत इत्युक्ते बिजि इति अर्थे वा भगिनि. बिजि नास्ति. उद्यतः इत्युक्ते आरम्भः इत्यर्थः. आरम्भः ओके. उद्यमी इत्युक्ते परिश्रम करोति इति अर्थे अस्ति खलु. परिश्रमः उद्यमी तत्र मकारः खलु. अस्तु अस्तु. उद्यत इत्युक्ते भोक्तुम् उपक्रमते. भोक्तुं प्रक्रमते इत्युक्ते भोजनम् आरभते इति. इत्यस्मिन् अर्थे. किं भगिनि? कमेन्सेस् टु ईट्. अनुपसर्गात्वा अनुपसर्गात् क्रमतेर् आत्मनेपदं वा. अनुपसर्गात् इत्युक्ते अनु इति उपसर्गः वा अथवा उपसर्गः नास्ति चेत् इति वा भगिनि? तत्र कथमस्ति विग्रहः भवती वदतु. उपसर्गः अस्ति चेत् अनुपसर्गः इति वक्तव्यस्य आवश्यकता नास्ति खलु, अनु इति एव वदति. अनुपसर्गात् क्रमतेर् आत्मनेपदं वा. अत्र विकल्पेन आत्मनेपदं रूपं भवति उपसर्गः नास्ति चेत्, तदा क्रमते क्रामति इति रूपद्वयं सिध्यतः. क्रामति इति तु भिन्नसूत्रेण उपधा दीर्घः भवति. सूत्रं किम् इति विस्मृतवती. इदानीमेव दृष्टं खलु, इदानीं दृष्ट्वा इदानीमेव विस्मृतवती. क्रमः परस्मैपदेषु, क्रमः परस्मैपदेषु इति सूत्रेण क्रामति इति परस्मैपदिरूपम् आत्मने पदिरूपं भवति क्रमते इति अनुपसर्गात्. समीचीनम् उप इति उपसर्गं पूर्वमेव दत्तं तत्र उप पराभ्याम् अपि च रूपाभ्यां समर्थाभ्याम् इत्यत्र प्रारम्भः इत्यस्मिन् अर्थे आत्मनेपदत्वं भवति. प्र उप अनयोः उपसर्गयोः योजनेन उपपराभ्याम् इत्यत्र तु अर्थः भिन्नः वृत्तिसर्गतायनेषु इत्येषु अर्थेषु. वृत्ति इत्युक्ते तत्र कण्टिन्युटि, सर्गः इत्युक्ते उत्साहः, अनन्तरं तायनम् इत्युक्ते प्रोग्रेस्, इत्येषु अर्थेषु आत्मनेपदत्वं भवति. परन्तु अत्र रूपाभ्यां समर्थाभ्याम् इत्यत्र प्रारम्भः इत्यस्मिन् अर्थे, अतः अर्थभेदः अस्ति सर्वत्र. रूपं समानमेव, सर्वत्र आत्मनेपदत्वं भवति, परन्तु कस्मिन् अर्थे इति प्रश्नः. यदि सम् इति उपसर्गः अस्ति चेत् तदानीं सङ्क्रामति इति ती एव भवति, तत्र परस्मैपदी एव भवति. यतोहि सूत्रं किमपि नास्ति तस्य विषये खलु. परन्तु उप इत्युक्ते तत्र के उपसर्गाः इति चेत् उप पर अनन्तरम् आङ् वि प्र उप इति भिन्नभिन्न अर्थेषु एतेषां योजनेन आत्मनेपदत्वं लभ्यते. उप पर आङ् वि अनन्तरं प्र पञ्चोपसर्गाः अर्थविशेषे आत्मनेपदत्वं भवति. अतः यदि तत्र कुत्रचित् काव्येषु वयम् आत्मनेपदिसहितरूपं पश्यामः चेत् तत्र अर्थविशेषः अस्ति इति वयम् अवगन्तुं शक्नुमः. उपसर्गसहितरूपम् आत्मनेपदत्वम् अस्ति चेत् अर्थविशेषे प्रयुक्तः इति वयं ज्ञातुं शक्नुमः. इदानीं तावत् वयम् अवगच्छामः चेत् पर्याप्तम्. इत्युक्ते क्रमधातोः उपसर्गसहितरूपम् आत्मनेपदरूपम् अपि अस्ति चेत् तदानीम् अर्थविशेषे प्रयुक्तः अस्ति. तर्हि अर्थः कः इति ज्ञातुं पुनः सूत्रं वयं पश्यामः चेत् अवगन्तुं शक्नुमः यद् अस्मिन् अर्थे प्रयुक्तः अस्ति इति. भगिनि अत्रापि द्विवारम् उप इति अस्ति खलु? तदेव भगिनी अपि पृष्टवती. द्वयोः अर्थभेदः अस्ति खलु. उपपराभ्याम् इत्यत्र तु भिन्न अर्थः, तत्र वृत्ति तत्रापि प्रारम्भकर्ण इति एव अस्ति. उपक्रमते प्रारम्भकर्ता है. न प्रारम्भकर्ता इति यद्यपि सामान्यतया उक्तमस्ति, परन्तु तत्र सूत्रे कः अर्थः? वृत्तिसर्गतायनेषु इत्यस्य इत्यस्मिन् अर्थे एव उक्तम्. तर्हि वृत्तिसर्गतायनेषु इत्यस्य अर्थः कः? वृत्तिः इत्युक्ते तत्र प्रोग्रेस् इत्यस्मिन् अर्थे अस्ति खलु, कण्टिन्यूस् इत्यस्मिन् अर्थे अस्ति खलु. अतः अर्थः भेदः अस्ति. यद्यपि सामान्यतया प्रारम्भकरणा इति उक्तमस्ति, परन्तु न तत्तु पूर्वसूत्रस्य भगिनि. वृत्तिसर्गतायनेषु अनुवृत्तिः अतः एव तत्र किम् उक्तम्? उपपराभ्याम् उपपरापूर्वात् क्रमते वृत्त्यादिषु वर्तमानात् आत्मनेपदं भवति इति उक्तं खलु. अतः तस्मिन्नेव अर्थे, नो चेत् पृथक्तया सूत्रस्य का आवश्यकता, सूत्रस्य आवश्यकता न भवति खलु. तत्रैव प्र अपि योजयतु, प्र पर उप इति वदतु, का हानि, अर्थभेदः अस्ति इति कृत्वा एव नूतनसूत्रं कृतं खलु. भगिनि भगिनि, एतेषु सूत्रेषु वर्तमानात् आत्मनेपदम् इति उक्तं खलु, तस्य अर्थः कः? वर्तमानात् आत्मनेपदम् इत्युक्ते तादृश अर्थः अस्ति चेत् आत्मनेपदं भवति इति अर्थः. तावदेव, वर्तमानकाले इति अर्थः नास्ति खलु तत्र? वर्तमानकालः नास्ति, कालस्य विषये नास्ति. आत्मनेपदत्वं तु वर्तमानकाले अपि भवति, भूतकाले अपि भवति खलु, लङ्लकारे अपि भवति खलु आत्मनेपदत्वं. परन्तु भगिनी, लङ्लकारे वयं तु अक्रमत इति कृतवन्तः, अत्र अष्टाध्याय्यां तु अक्रामत इति अस्ति. किमर्थं तत्र न न तत्र क्रमते इति आत्मनेपदीरूपम् अस्माभिः कृतम्? हा, आत्मनेपदी एव, अत्र अक्रामत इति अस्ति. अक्रामत क्रमधातोः आत्मनेपदीरूपं वा लङ्गि? अक्रामत. विधिलिङ्ग् अपि क्रामेत इति अस्ति. न न, अक्रामत इति कथं वा भवितुमर्हति? दोषः अस्ति. आत्मनेपदं तु दीर्घत्वं न भवति खलु, इदानीमेव पठितं क्रमः परस्मैपदेषु इति उक्तं. कथम् आत्मने तदेव वर्तमाने इति तदेव अर्थः वा इति मम संशयः. वर्तमाने इत्युक्ते लट् लकारे एव क्रमते इति, अन्येषु लकारेषु तस्यापि उपधा दीर्घः भवति इति किमपि? केन सूत्रेण? न न, अहं तु पृच्छामि, अहं तु न जानामि, अवगच्छामि, भवती पृच्छति इति अवगच्छामि, परन्तु केन सूत्रेण दीर्घत्वम् इति मम प्रश्नः. तत्तु सूत्रं नास्ति खलु, क्रमः परस्मैपदेषु इत्येव सूत्रमस्ति. यदि अन्यत् सूत्रमस्ति चेत् तद् तदानीं समीचीनम् इति वक्तुं शक्नोमि, परन्तु सूत्रं किमपि नास्ति चेत् तर्हि कथं दीर्घत्वम्? अपि च सूत्रे तु प्रपराभ्यां सर्वत्र सूत्रेषु वर्तमानकाले इति कालस्य विषये कुत्रापि न उक्तम्. वर्तमानात् मीन्स् तस्मिन् अर्थे अर्थे सति एव अर्थः. अतः तत्र लङ्गि दीर्घत्वं न सम्भवति. सूत्रम् अन्यत् अन्यत् किमपि सूत्रमस्ति वा इति चिन्तनीयं, परन्तु एतावता यत् पठितं तेन न भवति. अस्तु अस्तु अस्तु, अग्रे गच्छामः. इदानीं तत्र लश् कान्तौ इत्यत्र किमपि नास्ति, लशति लशते लश्यति इति. तत्र लश् धातुः अपि तत्र वाब्राश् ब्लाश् इत्यत्र लश् धातुः अपि अस्ति. वाब्राश् ब्लाश् भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः लशः इति कृत्वा तत्रापि रूपद्वयं भवति, शन् सहितरूपं शप् सहितरूपम्. अतः लशति इति एकं रूपम् अथवा लश्यति इति अन्यत् रूपं, लशते इति आत्मनेपदरूपमपि अस्ति. अस्तु, लसति लशति समानं वा भगिनी? किं लसति वा? लसतु संस्कृतं, लसतु लस् धातुः, लस् धातुः भिन्नः खलु, भिन्नः धातुः, भिन्नः धातुः, अत्र लक्ष् मूर्धनषकारान्तः. अस्तु, तर्हि अग्रे इषुगम्यमांशः इति सूत्रं तत्र लक्ष्मीभगिनी पठतु. आं भगिनि, इषुगमयमांशः इषु गम यम यशां शकारादेशो भवति शिति परतः. गम गच्छ गच्छति, यम यच्छ यच्छति, गमृ गतौ, गम इति धातुः अस्ति, जाना समच्छना पाना, गच्छ इति अङ्गं, गच्छति इति रूपं, गतिः गमनं ज्ञानं प्राप्तिः मोक्षः. अग्रे समो इति तत्र पश्यतु, अत्र कुत्रचित् गतिः इति सर्वत्र वयं श्रू गतिः गतिः इति वदामः खलु, गत्यर्थे अस्ति धातुः इति. तत्र गतिः इत्यनेन केवलं गमनम् इति अर्थः नास्ति. गमनम् इति सामान्य अर्थः, परन्तु गतिः इत्यस्य एते चत्वारः अर्थाः सन्ति: गमनं, ज्ञानं, प्राप्तिः, मोक्षः. इदानीम् अधिगम्यते, अधिगम्यते वा इति पृच्छामः चेत् अवगतं वा इति अर्थः. अधिगम्यते, तत्र गमधातोः केवलं गमनम् इति अर्थः नास्ति, ज्ञानार्थे अपि प्रयुज्यते बहुषु स्थलेषु. ज्ञानार्थे प्रयुज्यते, प्राप्तिः इत्यस्मिन् अर्थे अपि प्रयुज्यते, अनन्तरं मोक्षः इत्यस्मिन् अर्थे अपि प्रयुज्यते इति स्मर्तव्यं. भगिनि मध्ये भग्नः जातः, केवलं मम कृते वा इति न जाने. गमनार्थे, ज्ञानार्थे, मोक्षार्थे, प्राप्त्यर्थे खलु भगिनि? केवलं भवत्या, वयं तु श्रुतवन्तः. सर्वेषु अर्थेषु, सर्वेषु अर्थेषु भवति, एतेषु अर्थेषु भवति गम् धातोः. गतिः इति यत्र यत्र प्रयोगः अस्ति तत्र सर्वत्र एते चत्वारः अर्थाः भवन्ति: गमनं, ज्ञानं, प्राप्तिः, मोक्षः. अतः वाक्यप्रयोगे कदाचित् तत्र गमनम् इति न सङ्गच्छते खलु, कस्मिन् अर्थे प्रयुक्तः इति चेत् ओ अन्यस्मिन् अर्थे प्रायः स्यात्, ज्ञानार्थे अथवा प्राप्त्यर्थे इति वयम् ऊहितुं शक्नुमः. अस्तु अग्रे पठतु. समो गमिरुच्छिभ्यां, सं पूर्वेभ्यो गमि ऋच्छि इत्येभ्याम् अकर्मकाभ्याम् आत्मनेपदं भवति. लटि सङ्गच्छते, सात् सात् चलता है. लिङि सङ्गसीष्ट, सङ्गसीयास्ताम्, सङ्गसीरन्. सिचि समगंस, समगंसाताम्, समगम. तत्सर्वम् इदानीं मास्तु भगिनि, तद् मास्तु इदानीं. केवलं समोगम ऋचिभ्याम् इत्यनेन एतेभ्याम् अकर्मकाभ्याम् आत्मनेपदं भवति, अतः सङ्गच्छते इति रूपं तत् पर्याप्तम् इदानीं. सङ्गच्छते, अस्तु. यम, यम उपरमे, यम समाप्तकर्ण. तदवगतं खलु, तत्र तदवगतं खलु. गम् धातोः सम् उपसर्गपूर्वकः अस्ति चेत् अकर्मकप्रयोगः यदा भवति वाक्ये तदानीम् आत्मनेपदं भवति सङ्गच्छते इति. कर्मपदसहितरूपम् अस्ति चेत् वाक्ये तदानीं न भवति. अस्तु अग्रे. आङो यमहनः, यम उपरमे, हन हिंसागत्योः, इतेभ्याम् आङ् पूर्वाभ्याम् अकर्मकाभ्याम् आत्मनेपदं भवति. आयच्छति, आयच्छते, आयच्छेते, आयच्छन्ते. अकर्मकादि इत्येव आयच्छति. कूपाद् रज्जुम्, आयच्छति कूपाद् रज्जुम्. पुनः अन्यत् सूत्रम् उक्तमस्ति, स्वाङ् स्वाङ् अकर्मकाच्छेति वक्तव्यम्. आयच्छति अत्र न अवगतं भगिनि. न आङ्गो यमहनः इति किं वदति तद् वदतु. आङ्गो यमहनः वदति यम् उपरमे इत्यस्मिन् अर्थे हन् इति धातुः एतेभ्यः एतेभ्यां धातुभ्यां पूर्वाभ्याम् अकर्मकाभ्याम् आत्मनेपदं भवति इति उक्तम्. इत्युक्ते यमोहन इत्येभ्यां धातुभ्याम् आत्मनेपदं भवति यदि अकर्मकः अस्ति चेत्, अकर्मकः धातुः प्रयोगः अस्ति चेत् आत्मनेपदं भवति इति वा भगिनि? हा, इत्युक्ते आङ् उपसर्गपूर्वकः यम् धातुः हन् धातोः आत्मनेपदत्वं भवति यदा अकर्मकरूपेण प्रयोगः अस्ति. धातोः प्रयोगः अकर्मकरूपेण प्रयोगः अस्ति चेत् आत्मनेपदत्वं भवति, अतः आयच्छते इति रूपं भवति. हन् धातुः अन्यस्मिन् गणे अस्ति अतः इदानीं त्यजामः. यम् धातोः एव अस्मिन् गणे, अतः आयच्छते इति रूपं भवति अकर्मकप्रयोगे. परन्तु तत्र स्वाङ्गकर्मकाच्छेति वक्तव्यम् इत्युक्ते यत्र आङ् उपसर्गप्रयोगः अस्ति यम् धातोः, परन्तु सकर्मकप्रयोगः अस्ति तदानीं सकर्मकप्रयोगः अस्ति चेत् आत्मनेपदं न भवति इति सूत्रेण उक्तम् परन्तु यत्र स्वाङ्गकर्म इत्युक्ते कर्तुः स्वस्य अङ्गमेव तत्र कर्मरूपेण अस्ति तस्य अङ्गमेव कर्मरूपेण अस्ति चेत् तदानीम् आयच्छते इति आत्मनेपदरूपं भवति अतः एव पाणिम् इति उक्तं पाणिम् इत्युक्ते हस्तः इत्यर्थः खलु हस्तः इति अङ्गमस्ति स्वाङ्गं स्वस्य अङ्गमस्ति अतः यदा स्वस्य अङ्गं कर्मपदरूपेण प्रयुक्तं चेत् तदानीम् आत्मनेपदत्वं भवितुम् अर्हति ओ अत्र अङ्गमित्युक्ते शरीरं शरीरस्य अङ्गमिति वा अहं चिन्तितवती स्वस्य अङ्गम् इत्युक्ते स्वस्य शरीरस्य अङ्गम् आयच्छति इत्युक्ते गत्वा पुनः स्वीकरोति इति वा आयच्छति टेक् बेक् इति वा इति तादृशार्थः आयच्छति आयच्छते इत्युक्ते अहं यच्छते दानम् आयच्छते रिसीविङ्ग् इति भवेत् एषः पश्यामि आयच्छते छोड़ दो मेरा हाथ आयच्छते पाणि आयच्छति इत्युक्ते तत्र किम् उक्तम् इत्युक्ते पोजस् इत्यस्मिन् अर्थे उक्तं पोजस् ग्रास् ओ आयच्छते पाणिम् इत्युक्ते विवाहम् इति अर्थः भवति वा ग्रास् इत्यस्मिन् अर्थे अस्ति ग्रास् न पाणिम् आयच्छते इति वदामः चेत् पाणिग्रहणम् इति अर्थः टेक् मै ह्याण्ड् इत्यस्मिन् अर्थे स्वीकरोति इत्येव अर्थः परन्तु पश्यतु अत्र आयच्छति कूपाद् रज्जुम् आयच्छति कूपाद् रज्जुम् इत्यत्र तत्र किमर्थम् आयच्छति इति अस्ति स्वाङ्गमस्ति अर्थने पदमस्ति अकर्मकः नास्ति अत्र रज्जुम् इति कर्म अस्ति अतः तत्र परस्मैपदे अस्ति आत्मनेपदं नास्ति रज्जुम् इति दत्तं तस्य तदर्थं खलु तत्र सत्यम् अतः एव सकर्मकः सत्यम् आयच्छति कूपात् रज्जुम् अस्तु तर्हि इदानीम् अग्रे अरुणभगिनी अस्ति खलु भगिनि हा अग्रे पठति वा आम् यमहनः भगिनि अग्रिमम् उपाद्यमः उपाद्यमः स्वकरणे किं भगिनि पुनः उपाद्यमः स्वकरणे उपाद्यामः स्वकरणे उपपूर्वात् यमः स्वकरणे वर्तमानात् आत्मनेपदं भवति कन्याम् उपच्यते उपयच्छते अत्र सूत्रमस्ति उपद्यामः स्वकरणे इति सूत्रम् अत्र उपपूर्वपदम् अतः अस्ति यम धातुतः पूर्वम् उपपद उपपूर्वपदम् अस्ति चेत् आत्मनेपदं भवति अर्थः पाणिग्रहणं स्वकरणम् पाणिग्रहणं स्वकरणं नाम पाणिग्रहणम् अत्र उपसर्गः अस्ति चेत् एव आत्मनेपदं भवति महोदय किमपि वक्तुमिच्छति वा कृपया म्यूट् करोतु महोदय कृपया म्यूट् करोतु अस्तु समुदाङ्भ्यो यमो अग्रन्थे सम् उद् आङ् इत्येवं पूर्वात् यमेः कर्त् अभिप्राये क्रियाफले आत्मनेपदं भवति ग्रन्थविषये चेत् प्रयोगो न भवति व्रीहीन् संयच्छते चावलोङ्को इक इकट्ठा कर्ता है भारम उद्यच्छते बारुको उठता है वस्त्रम आयच्छते वस्त्र को फैलाता है अकर्तृभिप्राये विजया फले तु परस्य पदमेव संयच्छति आयच्छति उद्यच्छति ग्रन्थविषये तु परस्मै पदमेव उद्यच्छति चिकित्सां वैद्यः वैद्यग्रन्थदेकः चिकित्साकर्ता है अत्र सूत्रमस्ति समुदाभ्यो यमो अग्रन्थे अत्र सम उद आङ् इति पूर्वपदं यं धातुतः अस्ति चेत् कर्तभिप्राये क्रियाफले आत्मनेपदं भवति सामान्यतः यमति यमति परस्मैपदं परन्तु उपपूर्व उपसर्ग उपपदं सम् आर् उद् आर् आङ् अस्ति चेत् पूर्वपदं यम् धातुतः आत्मनेपदं भवति यमति इति रूपं नास्ति यच्छति इति रूपं यच्छति अहं जानामि यच्छति भवति विकल्पेन भवति इति तत्र ग्रन्थ इति विषय विकल्पेन इति कुत्र उक्तम् ओ क्रियाफलं चालि क्रियाफलम् अस्ति विकल्पः इति क्षम्यतां भगिनि दोषः ग्रन्थविषये समीचीनं यदुक्तवती समीचीनं समीचीनम् इत्युक्ते तत्र क्रियायाः फलं कर्तारम् अभिप्रेति यथा तत्र आत्मनेपदस्य विषये वयं वदामः स्वरितनितकर्तृभिप्राये क्रियाफले इत्यथा वदामः तत्र कदा आत्मनेपदत्वं भवति यदा क्रियायाः फलं कर्तारं प्रति अभिप्रेति तदानीम् आत्मनेपदम् इति वयं वदामः खलु तथैव अत्रापि कम् उपसर्गपूर्वकः उद् उपसर्गपूर्वकः आङ् उपसर्गपूर्वकः एतेभ्यः पूर्व एतेषु पूर्वं यदि यम् धातुः यम् धातुतः एते उपसर्गाः पूर्वाः सन्ति चेत् तदानीं तत्र आत्मनेपदप्रत्ययः भवति परन्तु ग्रन्थविषये न स्यात् अग्रन्थे इति उक्तं ग्रन्थविषये न स्यात् अतः अन्येषु अर्थेषु अतः एव तत्र उदाहरणम् उक्तमस्ति वैद्यः चिकित्साम् उद्यच्छति तत्र उद्यच्छते इति रूपं नास्ति उद्यच्छति इति रूपमस्ति किमर्थम् इति चेत् यतोहि वैद्यः ग्रन्थं दृष्ट्वा सः चिकित्सां करोति इति कृत्वा ग्रन्थविषये अस्ति इति कृत्वा तत्र आत्मनेपदत्वं न भवति उद्यच्छति इति भवति परन्तु अन्येषु अर्थेषु उद्यच्छते भारम् उद्यच्छते अथवा व्रीहीं संयच्छते वस्त्रम् आयच्छते सर्वत्र तत्र आत्मनेपदत्वं भवति क्षम्यतां भगिनि केवलं ग्रन्थ पदम् अस्ति चेत् एव परस्मैपदं भवति ग्रन्थपदं नास्ति ग्रन्थविषये तत्र वाक्यम् अस्ति ग्रन्थविषये अत्र वैद्यः चिकित्साम् उद्यच्छति इत्युक्ते चिकित्सां कथं करोति उद्यच्छति इति पदं दृष्ट्वा वयम् अवगच्छामः तत्र आत्मनेपदत्वं नास्ति परस्मैपदत्वम् अस्ति इति कृत्वा ग्रन्थविषये अस्ति इति वयम् अवगच्छामः इत्युक्ते ग्रन्थविषयः इत्युक्ते किम् इति चेत् स चिकित्सां करोति कथं करोति दृष्ट्वा दृष्ट्वा करोति पुस्तकं दृष्ट्वा करोति तत्र उद्यच्छति इति पदेन वयम् अवगन्तुं शक्नुमः ओके ओके नो चेत् तत्र आत्मनेपदप्रयोगः स्यात् खलु उद्यच्छते इति प्रयोगः अस्ति चेत् ग्रन्थविषये नास्ति इति वयम् अवगच्छामः परन्तु उद्यच्छति इति अस्ति इति कृत्वा ग्रन्थविषये अस्ति इति वयम् ऊहां कर्तुं शक्नुमः अस्तु अन्तिमं तत्र अरविन्द महोदय पठतु भगिनी पठितुं न शक्यते प्रवासस्था अस्ति पुस्तकं नास्ति मम अस्तु नास्ति वा अस्तु अस्तु क्षम्यतां तर्हि तत्र उषा भगिनी पठतु उद्यच्छते इत्युक्ते पाणिग्रहणम् उद्यच्छति इत्युक्ते वैद्यः ग्रन्थं दृष्ट्वा चिकित्सा करोति तत्कारणम् उद्यच्छति इति यतोहि आत्मनेपदप्रयोगः नास्ति तत्र उद्यच्छति इति प्रयोगः अस्ति परस्मैपदप्रयोगः अस्ति अतः अर्थविशेषे प्रयुक्तः अस्ति इति वयम् अवगन्तुं शक्नुमः अस्तु अतः पश्यन्तु अत्र परस्मैपदे अस्ति वा आत्मनेपदे अस्ति वा इत्यत्रापि अर्थविशेषाः भवन्ति इत्युक्ते एवमेव परस्मैपदे अस्ति आत्मनेपदे अस्ति इति एतावता अस्माभिः चिन्तितं तथा नास्ति तत्र उद्यच्छति इति कोऽपि वदति चेत् तत्र अर्थविशेषः अस्ति इति वयम् इदानीम् अवगन्तुं शक्नुमः अतः चिकित्सकः यदि हस्तः उद्यच्छति तदा चिकित्सार्थं न तु पाणिग्रहणम् इति. उद्यत्यस्य इत्युक्ते पाणिग्रहणस्य विषये न उक्तं खलु, स्वकरणे इति अस्ति चेत्. ओ तत्र उप् इति अस्ति. हा उप उप उप स्वपूर्वात् अत्र तु नास्ति. भगिनी पुराणकाले वैद्यः ग्रन्थं दृष्ट्वा एव चिकित्सा करोति वा? आयुर्वेदग्रन्थमस्ति खलु, चरकसंहितां दृष्ट्वा करोति, चरकसंहितां दृष्ट्वा करोति. यतोहि पश्यतु अत्र तादृश तत्र हास्यार्थ हास्यास्पदं नास्ति. किमर्थमिति चेत् पूर्वस्मिन् काले वैद्यः सः स्वयमेव औषधस्य निर्माणं करोति, स्वयम् औषधस्य निर्माणं करोति. तत्र औषधस्य निर्माणार्थं तत्र बहवः नियमाः सन्ति आयुर्वेदग्रन्थे. तत्सर्वं यद्यपि आयुर्वेदग्रन्थः स्वस्य मनसि भवेत् भवति, सूत्राणि चरकसंहितायां यानि सूत्राणि सन्ति तानि सर्वाणि तस्य मनसि भवति. परन्तु औषधनिर्माणार्थं तत्र इतोपि अधिकम् अस्ति अथवा मनसि सन्देहः अस्ति चेत् तदानीं पुस्तकं दृष्ट्वा करोति. क्षम्यतां भगिनि. क्षम्यताम् इति नास्ति, परन्तु अहं वदामि, यतोहि अहं किञ्चित् जानामि इति कृत्वा अहं वदामि. तत्र आयुर्वेदग्रन्थे इत्युक्ते तत्र औषधमपि स्वयमेव तस्य निर्माणं करोति. अतः औषधनिर्माणे इट्स् वेरि वेरि सैण्टिफिक्, एक्स्ट्रीम्लि सैण्टिफिक् औषधनिर्माणं. तत्र बहु सैन्स् अस्ति. तदर्थं तत्र सर्वं मनसि भवति वा नास्ति वा इति न जाने, परन्तु तत्र दृष्ट्वा करोति चेत् समीचीनम्. इतोपि तत्र सम्यक् औषधं ददाति इत्यर्थः. अस्तु अस्तु, पठामि वा भगिनि? कृपया पठतु, तत् पठित्वा समाप्यामः. विभाषो उपपदेन प्रतीयमाने स्वरितङितः कर्त्रभिप्राये क्रियापले इत्यत आरभ्य अनुपसर्गात् ज्ञः इत्यन्तैः पञ्चभिः सूत्रैः यदा आत्मनेपदं विहितं तत् समीप उच्चारितेन पदेन क्रियापलस्य कर्तृगामित्वे द्योतयति वा स्यात्, द्योतिते वा स्यात्. स्वरितङितः कर्तृभिप्राये क्रियापले इति सूत्रस्य आरभ्य अनुपसर्गात् ज्ञः इत्यन्तैः पञ्चभिः सूत्रैः बै पञ्चभिः बै फैव् सूत्रा यदा आत्मनेपदं विहितं तत् समीप उच्चारितेन पदेन क्रियापदस्य कर्तृगामित्वे द्योतिते वा स्यात्. सो इट् गो टु द कर्ता, द्योतिते वा स्यात्. न अवगतवती भगिनि. कर्तृगामित्वे द्योतिते बै दीस् फैव् कर्तृगामित्वे द्योतिते इत्युक्ते इत्युक्ते तत्र यत्र क्रियायाः फलं कर्तारं प्रति एव गच्छति इति स्पष्टतया ज्ञायते चेत् आत्मनेपतितन् क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात्. अग्रे अग्रिमवाक्यं पठतु. समीशे श्रूयमाणं पदान्तरं समीपे समीपे समीशे इति समीपे ओके ओ समीपे श्रूयमाणं पदान्तरम् उपपदं समीपे समीपे ओ समीपे समीपे श्रूयमाणं ओके समीपे श्रूयमाणं पदान्तरम् उपपदं स्वं व्रीहीं संयच्छति संयच्छते वा संयच्छति संयच्छते वा स्वं व्रीहीं संयच्छति संयच्छते वा. सो इट् केन् बि परस्मैपति आर् आत्मनेपति द रैस् स्वं व्रीहीं संयच्छति संयच्छते वा. समीपे श्रूयमाणं पदान्तरम् उपपदम् सो संयच्छति इत्युक्ते पश्यतु अत्र अत्र आत्मनेपदिप्रकरणे तत्र 77 इति सूत्रात् आरभ्य तत्र सूत्राणि सन्ति, पञ्चसूत्राणि यत्र आत्मनेपदत्वं विहितमस्ति. परन्तु यदि समीपे उच्चारितेन पदेन तत्र इदानीम् अत्र पश्यतु स्वं व्रीहिं संयच्छति इति स्वम् इति पदमस्ति. स्वम् इति पदेन किं सूचितं? स्वस्य कृते इति सूचितं खलु. आम् आं भगिनि. तर्हि स्वम् इति पदम् उपपदमस्ति. तादृश उपपदं येन क्रियायाः फलं स्वस्य कृते अस्ति इति वयम् अवगन्तुं शक्नुमः तदानीं तत्र विकल्पेन भवति आत्मनेपदत्वं वा भवति परस्मैपदत्वं वा भवति अवगतं वा आं भगिनि सं स्वम् इति उपपदम् उपपदविभक्ति स्वम् इति कृते इत्युक्ते स्वस्य कृते इति अर्थः ज्ञायते खलु स्वम् इति यदा उच्यते उपपदस्य श्रवणेन स्वं व्रीहिं संयच्छति इत्युक्ते स्वस्य स्वस्य कृते किमपि करोति इति वयम् अवगन्तुं शक्नुमः अतः तादृश उपपदं यत्र अस्ति तत्र क्रियायाः फलं स्वस्य कृते अस्ति इति वयं यत्र अवगन्तुं शक्नुमः तत्र विकल्पेन भवति इति उक्तं तावदेव ओके ओके ओ द पञ्चमसूत्र स्वर्णसूत्र अस्ति शेषात् कर्तरि परस्मैपदं विभाष उपपदेन प्रीत्यमाने शेषात् कर्तरि परस्मैपदम् अनुपराभ्यां क्रियः अभिः प्रत्यभित्यः क्षिपः प्रातवहः ओके वयसूत्र स्वरितनित्यकर्तृभिप्रायक्रियफलः अपदात्वा ओ स्वर् ओके स्वरितङितः कर्तृभिप्रायक्रियाफले अपाद् वदः निचश्च समुदाङ्ग्यो यमो ग्रन्थे अनुपसर्गात्म्यः ओके 1 2 3 4 5 ओके दोसूत्र तद् अस्माभिः न ज्ञातं परन्तु तत्र एकमेव सूत्रम् अस्माभिः ज्ञातं समुद्यो यमग्रन्थे इति ज्ञातं पूर्वं यत् पठितम् समुदाङ्ग्यो यमो ग्रन्थे इति सूत्रे आत्मनेपदत्वं भवति इति उक्तं यदा क्रियायाः फलं कर्तारं प्रति गच्छति अत्र किम् उक्तमिति चेत् यदि पार्श्वे तत्र एकम् उपपदम् अस्ति तेन क्रियायाः फलं कर्तारं प्रति गच्छति इति वयं जानीमः चेत् तदानीं विकल्पेन भवति आत्मनेपदत्वमपि भवितुमर्हति परस्मैपदत्वमपि भवितुमर्हति तत्तु सम् उपसर्गपूर्वकः अथवा आङ् उपसर्गपूर्वकः अस्ति चेत् अन्यानि सूत्राणि इदानीं मास्तु यतोहि अपदाद्वादः सर्वं न पठितं खलु एकमेव सूत्रं तत्र समुदाङ्ग्यो यमो ग्रन्थे इति सूत्रे तत्र आत्मनेपदमपि भवितुमर्हति परस्मैपदमपि भवितुमर्हति यदा उपपदम् अस्ति उपपदम् इत्युक्ते समीपे विद्यमानं पदं येन वयं ज्ञातुं शक्नुमः क्रियायाः फलं कर्तारं प्रति गच्छति इति अस्तु तर्हि अत्र स्थगयामः समयः अतीतः क्षम्यतां विलम्बः जातः धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः भगिनि धन्यवादः धन्यवादः